एते खलु चत्वारः ऋषयः सनकादिकुमाराः एव। अस्तु अग्रे कुमारा ऊचुः कथं ब्रह्मन् दीनमुखः कुतश्चिन्तातुरो भवान् त्वरितं गम्यते कुत्र कुतश्चागमनं तव। किमर्थं दीनमुखः भवान् नारद, कुतः चिन्तातुरो भवान्, त्वरितं गम्यते कुत्र कुतश्च आगमनं तव। इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः, तदेवं मुक्तसङ्गस्य नोचितं वद कारणम्। इदानीं त्वं शून्यचित्तोऽसि कथं, यथा गतवित्तः जनः स्यात् तथासि, तत् एवं मुक्तसङ्गस्य नोचितं मुक्तसङ्गस्य न उचितम् इदं भावनं, तस्य कारणं वद इति। नारद उवाच, अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तमामिति, पुष्करं च प्रयागं च काशीं गोदावरीं तथा। नारदः वदति, अहं पृथ्वीं सर्वोत्तमं लोकं मत्वा आगतोऽस्मि, गतश्च तीर्थक्षेत्राणि पुष्करं प्रयागं काशीं गोदावरीं हरिक्षेत्रं अस्तु अत्र सर्वत्र अहम् अटितवान् इति एतावद् वदति।